फलसन्धि द्वितीयपरपत्रम् इदानीं समापयामः आद्य होप्फुलि अत्र अत्र अस्ति वयं कुत्र आसम् वयं कुत्र स्मः महोदय किमपि न श्रूयते इदानीं श्रूयते वा हा इदानीं श्रूयते अस्तु अस्तु तर्हि अस्माकम् इदानीं पश् भावः इति अस्ति अतो अत्र कुत्र आसीत् अभ्यासः समाप्तं महोदय अभ्यासः तु समाप्तः हा परिशिष्टमिति अवशिष्टमस्ति इति तर्हि कश्चन प्रश्नः उच्यते तत्र परिशिष्टमस्ति खलु जि तत्र एव तत्र आरभ्य अस्तु मीना महोदय पठतु कुत्र परिशिष्टं महोदय कश्चन प्रश्नः उदेति तत्र श्वोः शूर् अनुनासिके च इति सूत्रेण तुक्सहितचकारस्य स्थाने शकारादेशः एवम् अस्ति चेत् ताप्रच् योगः सि इति स्थितौ किमर्थं न श्वोः शूर् अनुनासिके च इत्यनेन तुक्सहितचकारस्य शत्वं दत्तम् आसीत् चकारान्तधातूनां कृते सामान्यं व्रश्च भ्रश्च सृज मृजयज राज ब्राज च शां शः इत्यनेन शत्वं पाप्रच् योगः सि व्रश्च भ्रश्च सृज मृजयज ब्राज च शां शः पाप्रश् योगः सि षडोकसि पाप्रक् योगस्सि पाप्रक्षि इति वक्तव्यम् किन्तु वस्तुतस्तु अत्र श्वोः शूर् अनुनासिके च इत्यस्य प्रसक्तिरस्ति किल प्रसक्तिरस्ति चेत् व्रश्च भ्रश्च सुजमजयज बाजय चषां सः शः इति सूत्रम् असिद्धम् तर्हि अत्र का गतिः त्रिपाद्याम् अस्ति पठामि वा महोदय पठामि वा महोदय अस्ति वा नास्ति महोदय अहं पठामि वा किम् अभवत् भगिनि नेट् नास्ति इति अहं मन्ये नेट् नास्ति इति अहं सर्वत्र एतदेव भविष्यति खलु बहुनि इदानीं सम्यक् समीचीनतया नास्ति आम् ओ भारतदेशे सर्वत्र अत्र नास्ति माला भगिनी विजय भवति अत्र महोदय नास्ति अत्र नास्ति सम्यक् आगच्छति इति जी अत्र श्रूयते वा? श्रूयते, भवान् नास्ति इदानीम्। एवं वा? मम अहमपि न जानीमः किम् अभवत् तत्र। डिस्कनेक्ट्, ऐ डोण्ट् नो वाट् हेपण्ड्, सडन्लि ऐ वास् किक्ड् औट्। अस्तु, तर्हि अहं किं वदामि, अत्र पश्यतु, पाप्रच्छयोगः सी मध्ये छोः शूनासिके च इति सूत्रस्य अपि प्रसक्तिः अस्ति खलु, यतोहि तुक् सहित चकारस्य स्थाने झलादिप्रत्यये परे किं भवति, चकारादेशः भवति खलु, एकस्मिन् पक्षे छो शृणास्तिके च इति रीत्या तुक् सहित चकारस्य स्थाने प्रथमं तालव्यचकारः भवति, पाप्रश्योगः सि, परन्तु तदनन्तरं किं ब्रश्च ब्रश्च इति सूत्रमपि अस्ति, तदति यत् तुक्षेपचकारस्य स्थाने मूर्धनषकारः भवति, तर्हि किं करणीयम् इति इदानीं प्रश्नः भवेत्। तर्हि अग्रे पठतु मीना महोदय। किन्तु वस्तुतस्तु अत्र श्वोसुरनुनासिके च इत्यस्य प्रसक्तिरस्ति किल, प्रसक्तिरस्ति चेत् ब्रश्च ब्रश्च सृजमृजयज राजब्राज चशांशः इति सूत्रम् असिद्धम्। तर्हि अत्र का गतिः? तर्हि अत्र प्रश्नः उदेति यत् काप्रच्छयोगः सि इति स्थित्यां प्रथमं छोषुनासिके च इति सूत्रेण तालव्यषकारः भवति वा, अथवा साक्षात् व्रश्च व्रश्च इति सूत्रेण सुक्षेतषकारस्य स्थाने मूर्धनषकारः भवति, किं करणीयं, क्रमः कः इति। अस्तु, मदन महोदय अग्रे पठतु, यथा जानीमः। यदा जानीमः पाणिनिना न उच्यते कस्मिन् कस्मिन् सूत्रे कस्य कस्य अनुवृत्तिः, वैयाकरणाः विचिन्त्य अस्मान् सूचयन्ति, कुत्रचित् किन्तु विभिन्नपक्षाः भवन्ति। यदा अत्र काशीकारः लिखति यत् चोः चूडन्नाके च स्वर स्वर त्रिव्य विमा विमवाम् उपादाया च इत्यनयोः द्वयोः सूत्रयोः अपि इति इत्यस्य अनुवृत्तिः नाम अनयोः सूत्रयोः कार्यं भवति इति जलादिप्रत्यये परे। सिद्धान्तकौमुद्यां दीयते यत् चूः चूरनासिके च इति सूत्रे इति इत्यस्य अनुवृत्तिः अस्ति, किन्तु ज्वर त्वर त्रिप त्रिव्य विमवाम् उपादायाश इति सूत्रे नास्ति। महाभाष्ये उक्तमस्ति यत् ज्वर त्वर त्रिव्य विमवाम् उपादायाश इति सूत्रे नास्ति अनुवृत्तिः। चोडनाचे च इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति, एकस्मिन् पक्षे इति अस्ति अपरस्मिन् पक्षे नास्ति। आम्, तर्हि सर्वं यदस्ति, सर्वं सर्वः क्लेशः यदस्ति तत् किमर्थं भवति, यत् कस्मिन् कुत्र कुत्र प्रसक्तिः अस्ति अथवा नास्ति। तर्हि इदानीं पाणिनिः तु न वदति तु कस्मिन् सूत्रे कस्य अनुवृत्तिः अस्ति खलु, तत्तु वैयाकरणाः विचिन्त्य एव वदन्ति, केचन वैयाकरणाः वदन्ति किञ्चित् किमपि वदन्ति, अन्ये वैयाकरणाः किमपि अन्यं वदन्ति। तर्हि किमस्ति, तर्हि छोषुणासिके च इति सूत्रे काशिकाकारः अस्ति, काशिकाकारः सः लिखति यत् छोषुणासिके च ज्वरत्वरस्रिव इति सूत्रयोः निति इत्यस्य अनुवृत्तिः भवति, तथा अस्ति चेत् केवलं कित् विप्रत्ययपरे अनयोः सूत्रयोः कार्यं भवति, तथा अस्ति चेत् पाप्रच्छयोगस्ति मध्ये छोषुणासिके च कार्यं कर्तुं शक्नोति वा? न शक्नोति महोदय, अत्र निति जलादिप्रत्यये परे अस्ति, अत्र सि इति कित्वित् नास्ति खलु, तर्हि अत्र कर्तुं न शक्नोति सूत्रं कार्यम्, अतः साक्षात् व्रश्च व्रश्च इति सूत्रेण सुट् सैट् सकारस्य स्थाने षकारः भवति मूर्धनषकारः. परन्तु सिद्धान्तकौमुदीमध्ये किं लिखितं यत् चोषुनासिके च इति सूत्रे निति इत्यस्य अनुवृत्तिः भवति, परन्तु ज्वरत्वर इति यत् अग्रिमसूत्रमस्ति तत्र सूत्रे निति इति सूत्रस्य प्रसक्तिः नास्ति, अनुवृत्तिः नास्ति. महाभाष्यं तु किमपि अन्यदेव वदति, महाभाष्यं वदति यत् ज्वरत्वरमध्ये अनुवृत्तिः नास्ति, परन्तु चोषुनासिके च अस्मिन् सूत्रे एकस्मिन् पक्षे भवति, एकस्मिन् पक्षे नाम न भवति. यस्मिन् पक्षे अनुवृत्तिः इति च इति सूत्रस्य कितिमिति इति तस्य अनुवृत्तिः अस्ति, तत्र चोषुनासिके च कार्यं न कर्तुं शक्नोति पापरचोभसि मध्ये. परन्तु यत्र अन्यस्मिन् सिद्धान्तकौमुद्या अपि च महाभाष्य समानमेव वा? न न, महाभाष्यमिति पतञ्जलिना कृतं, पतञ्जलिस्य महाभाष्यम् अत्र कौशिकाकारः सिद्धान्तकौमुदी अपि च महाभाष्यम् भिन्नभिन्नग्रन्थाः भिन्नभिन्न. सिद्धान्तकौमुदी तु नूतनग्रन्थः अस्ति, ऐ थिङ्क् 17th सेञ्चुरि मध्ये अस्ति, भट्टोजी दीक्षितस्य अस्ति सिद्धान्तकौमुदी. तर्हि यस्मिन् पक्षे निति इति तस्य अनुवृत्तिः भवति तत्र पाप्रच्छोगति इत्यनेन शोषुनासिके च इति सूत्रं कार्यं न करोति, परन्तु व्रश्च व्रश्च इति सूत्रं साक्षात् कार्यं कृत्वा किं भवति, व्रश्च व्रश्च इति सूत्रं कार्यं कृत्वा किं भवति, षत्वं भवति, षत्वं भवति. परन्तु यस्मिन् पक्षे तस्य निपिच इति सूत्रस्य अनुवृत्तिः नास्ति तत्र चोषुनासिके च कार्यं कृत्वा पाप्रच्छोगति भवितुं शक्नोति, तत्र तालव्यषकारः भवति, किं करणीयम् इति मतभेदः अस्ति सर्वत्र. अग्रे मदर्मगरे आगे पठतु. अस्य सर्वस्य महत्त्वं किं? स्वरस्वरशिवविभवाम् उपदायाश इति सूत्रे निति इत्यस्य अनुवृत्तिः भवति चेत् मामोति इति रूपं न सेत्स्यति. चित् इत्यस्य पित्वात् अयं निद्वत् न, तदर्थम् ऊडादेशो न भवति. न ज्वर ज्वर शिव हिमवाम् उपदायाश इत्यनेन न वा चोहोचूडन्नास्तिके च मामौ योगहति लोपो वियोगली मामति इति अनिष्टं रूपम्. अतः माताजी वदति यत् अत्र काशिकाकारस्य मतं मतमेव नास्ति, अपि तु साक्षात् दोषः. तदर्थं ज्वर ज्वर शिव्य हिमवाम् उपदाया च इति सूत्रे काशिककारस्य पक्षं त्याजामः. अस्मिन् सूत्रे निति इत्यस्य अनुवृत्तिः न भवेत्, नास्ति एव. तर्हि ज्वरद्वर इति सूत्रं यत् अस्ति तत्र तु अस्य अस्य यत् अस्ति अस्य समाधानं तु फेट् समाधानमस्ति. किमर्थं ज्वरत्वरस्त्रिव इति सूत्रे यदि निति च इति सूत्रस्य अनुवृत्तिः भवति, नाम केवलं किप् प्रत्ययपरे एव सूत्रं कार्यं करोति, स किं भवति? अत्र एकः धातुः अस्ति माम इति धातुः अस्ति, यत् ज्वरत्वरस्त्रिव स्त्रिवि अवि मव मवाम् उपधायाम् इति अस्ति खलु मवाम् मामौ इति धातुः अस्ति, मामौ मव धातोः लङ्लुवन् धातुः मामौ. तर्हि यदि अत्र मामौ योगः ति मध्ये ति कित्नित् नास्ति, तर्हि कित्नित् नास्ति, अतः ज्वरत्वरस्रिव इति सूत्रस्य प्रसक्तिः न भवितुं शक्नोति. यदि कित्नित् तस्य निवृत्तिः अस्ति चेत्, नास्ति चेत् लोपो व्योर्वली इत्यनेन एव कार्यं भूत्वा मामति इति रूपं भवति, परन्तु मामति इति रूपं तु अनिष्टं रूपम् अस्ति, मामोति एव इष्टं रूपं. तर्हि इष्टं रूपं इष्टं रूप्यं प्राप्तुं तत्र ज्वरत्वरस्रिव इति सूत्रेण कार्यं करणीयमेव, ऊठादेश करणीयम् एव. यथा ऊठादेश भवति चेत् मामौ योगति मध्ये अवस्थाने उ भवति, मामू योगति. तदनन्तरं सर्वदा साधातु आधातुपयोग इत्यनेन मामोपि इति तथैव करणीयम्। अतः इदं तु स्पष्टं यत् ज्वरद्वरस्त्रिवृव इति अस्मिन् सूत्रे कित् नित् तस्य अनुवृत्तिः नास्ति। ज्वरद्वरस्त्रिव इति सूत्रे कित् नित् इति अनुवृत्तिः नास्ति, यतोहि अस्ति चेत् दोषपूर्णः रूपः भवति, दोषपूर्णं रूपं भवति। अतः काशिकाकारस्य अत्र मतं यदस्ति तत्तु वयस्तुतः दोषपूर्णम्, अत्र दोषः एव अस्ति। अतः इदं तु एकं तु समाधानम् अस्ति यत् ज्वरद्वर इति सूत्रे कित् नित् अनुवृत्तिः न भवति, नास्ति अपि। तर्हि इदानीं प्रश्नः अस्ति, अस्तु ज्वरद्वर इति सूत्रे नास्ति परन्तु छोषु नास्तिके च इति सूत्रे अस्ति, अस्तु विजय महोदय पठतु। आं जि नमस्कारः। तर्हि चोः सूडनुनासिके च इति सूत्रे का गतिः? वस्तुतः न केवलं सिद्धान्तकौमुद्याम् अपि तु बहुषु ग्रन्थेषु दत्तम् अस्ति यत् निति च निचि किङ् निति च न किङ् निति इत्यस्य अनुवृत्तिः अत्र वर्तते। तथा अस्ति चेत् कः परिणामः? टुक् सहित चकारस्य स्थाने शकारादेशः किङ्निति च किङ्निति जलादिप्रत्ययपरे, एवं चेत् पाप्रच्च योगः सि इति स्थाने अस्य सूत्रस्य प्रसक्तिः नास्ति। एतावता अस्माकं पाठेषु एतादृशस्य पक्षस्य आश्रयं स्वीकृत्य प्रतिपादनं वदति स्म। यथा उक्तं महाभाष्ये पक्षद्वयस्य समर्थनं, तत्र तुक्सहितचकारस्य स्थाने शकारः आदेशः भवति, हलादिप्रत्ययपरे अस्ति, अनन्तरं निति च इति सूत्रम् अस्ति चेत् तत्र अत्र रूपद्वयं भवति इति तत्र महाभाष्यमपि एतत् कार्येण उक्तं। भवान् इतोपि किञ्चित् वदतु जि। तर्हि प्रश्नः अस्ति यत् छोषुनास्के च इति सूत्रे किं करणीयं, नाम अनुवृत्तिकरणीयम् अथवा न करणीयम्। यदि कित् नित् इति तस्य अनुवृत्तिः भवति चेत् पाप्रच्योगः सी मध्ये अस्य सूत्रस्य कार्यं न भवति, यतोहि सी कित् नित् नास्ति। परन्तु अनुवृत्तिः भवति चेत् पाप्रच्योग अनुवृत्तिः न भवति चेत् अस्य सूत्रस्य अत्रापि कार्यं भवति। तर्हि एतावत्पर्यन्तम् अस्मिन् करपत्रे स्वरूपमहोदय किं कृतं यत् निति इति अनुवृत्ति भवति एतत् एव स्वीकृत्य कार्यम् एतावता कृतं खलु। अतः कित्नित् अस्य अनुवृत्तिः भवति चेत् पाप्रच्योगः सी मध्ये छोषुनासिके च कार्यं न करोति, साक्षात् वृश्चभ्रश्च इत्यनेन कार्यं भवति। परन्तु महाभाष्ये तु पक्षद्वयम् अस्ति, एकस्मिन् पक्षे निवृत्ति, एकस्मिन् पक्षे अनुवृत्ति, तथा किं करणीयम्? अग्रे पश्यतु विजय महोदय पठतु। आम्, महाभाष्यस्य प्रमाणेन पक्षद्वये न अपि कार्यं सिद्ध्यति। एकः अनिवृत्तिपक्षः, एकः निवृत्तिपक्षः। चोः सूडननासिके च इति सूत्रे निति इत्यस्य अनुवृत्तिः स्वीक्रियते चेत् कित् नित् प्रत्ययपरे चोः सूडननासिके च इत्यनेन चकारस्य स्थाने शकारादेशः भवति। तदा ब्रश्च इति सूत्रेण चषांसः इति सूत्रेण शकारस्य मूर्धन्यशत्वं भवति। प्रत्ययः निन्नित् कित् नित् नास्ति चेत् ब्रश्च शशांशः इति सूत्रेण चकारस्य षत्वम्। अपि च अस्मिन् पक्षे तुक्सहितचकारः मन्तव्यः भवति द्वयोः अपि सूत्रयोः। तत्र चकार चोः सूडननासिके इति सूत्रेण चकारस्य स्थाने शकारः भविष्यति, परन्तु तत्र वृश्चभ्रश्च इति सूत्रेण तत्र शकारस्य षत्वं शकारस्य स्थाने मूर्धन्यशकारः भवति। परन्तु व्रच्छ इति सूत्रेण चकारस्य षत्वं तुक् सहितचकारः मन्तव्यः भवति द्वयोः अपि सूत्रयोः. तत्र किञ्चित् क्लेशः अस्ति महोदय, किम् अस्ति इति? न, महाभाष्ये किं लिखितं, पक्षद्वयमस्ति, कस्मिन् पक्षे अनुवृत्ति भवति, एकस्मिन् पक्षे नास्ति. तर्हि यत्र निति इति तस्य अनुवृत्तिः भवति यदि, तर्हि किं भवति, कित्मित् प्रत्यये परे चोषु नासिके च इत्यनेन चकारस्य स्थाने शकारादेशः, कित्मित् प्रत्यये परे. तर्हि प्रथमं शकारादेशः, तदनन्तरं व्रश्च व्रश्च इत्यनेन चकारस्य षत्वं. प्रत्ययः कित्मित् नास्ति चेत् किं करणीयम्? प्रत्ययः कित्मित् नास्ति चेत् सामान्यतया नाम साक्षात् व्रश्च व्रश्च इति सूत्रेण तुक् सहितशकारस्य शतम् इति, यथा मया पूर्वम् उक्तं. पश्यतु, यदि अनुवृत्ति अस्ति कित्मित्, तर्हि केवलं कित्मित् प्रत्ययपरे एव सूत्रं कार्यं करोति चोषुनासिके च. अतः प्रत्यये कित्मित् अस्ति चेत् प्रथमं चोषुनासिके च इति सूत्रेण शकारं भवति, तालव्यशकारः, तदनन्तरं व्रश्च व्रश्च इति सूत्रेण शकारस्य षत्वं भवति. परन्तु प्रत्ययः कित्मित् नास्ति यथा पाप्रच्छयोगसि मध्ये, तत्र साक्षात् व्रश्च व्रश्च इति सूत्रेण तुक्सेतशकारस्य षत्वं भवति. नाम अन्तिमरूपं तु एकमेव भवति, परन्तु क्रमः भिद्यते इति. अस्तु, इदानीं अग्रे चोः सूदनुनासिके च इति सूत्रेण महाप्राणचकारस्य स्थाने दन्त्यशकारः आगच्छति. अनन्तरं व्रच्य व्रच्य तालव्यशकार, महाप्राणचकारस्य स्थाने तालव्यशकारः आगच्छति. अनन्तरं व्रच्य व्रच्य इति सूत्रेण महाप्राणचकारस्य स्थाने मूर्धन्य शकारः आदेशः भवति. तावदेव खलु जि? नाम परन्तु नासिके च कार्यं करोति, प्रथमं तुक् सहितचकारस्य स्थाने तालव्यशकारः, तदनन्तरं व्रश्च व्रश्च इत्यनेन मूर्धन्यशकारः. परन्तु शूरनिका अनुनासिकस्य सूत्रेण चकारस्य तालव्यशकारः भवति, तदनन्तरं कथं षत्वं भवति? शकारः अस्ति, स्व अन्तिमरूपं षत्वमेव भवति, तदेव अहं वदामि. किमर्थं आल् दिस् आर्ग्युमेण्ट्? बिकास् अन्यत्र कुत्रापि भवितुं शक्नोति खलु, यत्र समस्या भवितुं शक्नोति. अपि च क्रमः अपि महत्त्वपूर्णः अस्ति खलु, समीचीनः क्रमः कः? क्रमः एकस्मिन् अस्ति चेत् अस्तु, तर्हि प्रश्नः भवितुं शक्नोति. यत्र यत् यदि सर्वदा चोषुनासिके च इति सूत्रेण तालव्यशकारः करणीयः एव, तर्हि किमर्थं व्रश्च व्रश्च इति सूत्रे तुक्सेतशकारस्य अपि तत्र प्रसक्तिः भवति? सूत्रे किमर्थं लिखितं तुक्सेतशकारः खलु, व्रश्च व्रश्च मध्ये आवश्यकता एव नास्ति वा? तत् निरर्थकम् अस्ति वा इति प्रश्नः भवति खलु. तर्हि एतेषां प्रश्नानाम् उत्तराय एतादृशी चर्चा आवश्यकी. अस्तु, तर्हि मदर् महोदय अग्रे मीना महोदय अग्रे पठतु, यथा पाप्रच्छयोगसि. जि, अत्र अत्र अभिजित् इति एकः नूतन नमस्ते महोदय, भवान् एकवारं स्वस्य परिचयः ददातु कृपया. नमो नमः, अहम् अभिजित् शाह, अहं नेशनल् संस्कृत यूनिवर्सिटि तिरुपति मध्ये PhD कुर्वन् अस्मि. अस्तु, मम नेट् GRF अस्ति एवम्. ओ अस्तु, स्वागतं महोदय. तर्हि विजया महोदया भवान् सूचितः वा? वयं सर्वे समासवर्गे नूतनसमासवर्गे अस्मि. अध्यापकः नाम माले मले एम् ए एल् ए वै. वयं सर्वे अत्र पठितवन्तः. स्वरूप् महोदयस्य नास्ति. मले एम् ए एल् ए वै खलु अभिजित्. मले एम् ए एल् वै मलय् मैति यः हैदराबाद् विश्वविद्यालयतः पि एच् डि कुर्वन् अस्ति. सः विवेकानन्दविश्वविद्यालयस्य छात्रः आसीत्. नाम तस्मात् बि ए संस्कृत आनर्स् कम्प्लीट् कृतवान्. तर्हि भवान् व्याकरणे एव भवतः पि एच् डि टापिक् अस्ति वा? आं महोदय, व्याकरणे एव अस्ति वा? ओ समीचीनं. पूर्वमेव एम् ए संस्कृत कृतवान् एव. कुतः? अहं कलिकताविश्वविद्यालयतः एम् ए कृतवान्, पुनः कलिकताविश्वविद्यालयतः एम् फिल् अपि कृतवान्. अस्तु, समीचीनं. तर्हि एतत् सर्वं भवान् पूर्वमेव जानाति इति मन्ये खलु? नाम अस्माकं स्पेशलैजेशन् एम् ए सेकेण्ड् इयर् मध्ये आसीत् केवलं व्याकरणं. तस्मात् पूर्वं सर्वं शास्त्रमासीत्. अतः शास्त्राणां सम्पूर्णतया ज्ञानं तस्मिन् काले न अभवत्. अतः शास्त्राणां सम्पूर्णरूपेण ज्ञानार्थं नाम सम्यग्रूपेण तद्विषये अवबोधनार्थम् अहं पुनः एताः वर्गाः कर्तुम् इच्छामि. अस्तु अस्तु, सम्यक् सम्यक्. तर्हि स्वागतं. भवान् कृपया अत्र आगच्छतु. प्रश्नाः सन्ति चेत् पृच्छन्तु. अपि च यदि अत्र अस्माकं किमपि कोऽपि दोषः भवति चेत् भवानपि कृपया वदतु. भवतः अभिज्ञानम् अस्ति इति अहं चिन्तयामि. तर्हि स्वागतं. भवतः समीपे करपत्रम् अस्ति वा? धन्यवादः महोदय. करपत्रम् अस्ति वा? करपत्रम् अस्ति? अस्ति. अस्तु अस्तु. तर्हि इदानीं वयं कस्मिन् कर कस्मात् करपत्रात् इदानीं वयं पठामः? भवान् जानाति खलु लिङ्क् अस्ति वा भवतः भवतः समक्षे अस्ति वा करपत्रं? करपत्रं नाम मम निकटे खाता अस्ति. सङ्गणके पश्यतु बेटा. नाम मम निकटे टिप्पणीपुस्तिका यद् तदस्ति. एनस्ति टिप्पणीपुस्तिका अपि अस्ति मम निकटे. लेखनी अस्ति, टिप्पणीपुस्तिका अपि अस्ति. अस्तु, तर्हि इदानीं अहं किं कुर्मः, अग्रिम रविवासरे अस्माकं वर्गाः सर्वदा रविवासरे सन्ति. तर्हि अहं भवानपि अत्र ई मेलिङ्ग् लिस्ट् मध्ये अहम् एड् योजयामि. भवानपि करपत्रं प्राप्तुं शक्नोति. अस्तु अस्तु, इदानीं शृणोतु. तर्हि मया तु प्रेषितम् एतत् विषये बेटा. मया तु प्रेषितं खलु. इदानीं प्रेषयिष्यामि, इदानीं प्रेषयिष्यामि. तर्हि वाट्सप् मध्ये प्रेषयतु, अहं तद् बद्धुं शक्नोमि. हा अस्तु बेटा, अस्तु बेटा. धन्यवादः मेडम्. सर् आपको भी मैं धन्यवाद जानाता हूँ. अस्तु बेटा, भवतः कृते अपि मम नमस्कारः, धन्यवादाः. धन्यवादः महोदय, भवतः स्वागतमस्ति. अस्तु, इदानीं मीना महोदय अग्रे पठतु. यदा पाप्रच्छयोगः सि इति स्थले सि प्रत्ययः कित् मित् न, अतः भ्रष्टभ्रष्ट सृजन् रजयज ब्राजय चषां शः इति सूत्रेण चकारस्य षत्वम्. किन्तु अत्र नूतनविचारः अयं यत् निमित्तापाये नैमित्तिकस्यापि अपायः इति न स्वीक्रियते. भाष्यकारैः उच्यते यत् इदं न परिभाषा न वा न्यायः, किमपि नास्ति, अस्य उपयोगो न कुत्रापि भवेत्। अनेन कारणेन व्रश्च भ्रश्च सृजं मृज यज राज व्राज च शांशः इति सूत्रे तुक् सहितचकारः न मन्यते चेत् चकारस्य स्थाने षकारः तु भवति, किन्तु तुक् आगमः अपि स्थास्यति। तदर्थम् अस्मिन् सूत्रे तुक् सहितचकारः मन्तव्यः। अतः ये छोगसु अनुनासिके च इति सूत्रे निति इत्यस्य अनुवृत्तिः स्वीकुर्वन्ति, तैः व्रश्च भ्रश्च सृज मृजज राजभ्राज च शांशः इति सूत्रे चकारः मन्तव्यः, अपि च स च चकारः तुक् सहितमन्तव्यः। नो चेत् लटि पाप्रष्टि पाप्रक्षि इति रूपद्वयं न सेत्स्यति। अस्मिन् पक्षे पाप्रच् योगः च इति स्थले पाप्रष्टः भवति छोक्सु अनिका अनुनासिके च इति सूत्रेण। अस्तु, तर्हि प्रथमपक्ष वयं पश्यामः। प्रथमपक्षः अस्ति यत् सूत्रे कित्नित् इति अनुवृत्तिः अस्ति। कित्नित् इति अनुवृत्तिः अस्ति चेत् पाप्रच् योगः सी मध्ये छोक्षुनासिके तु कार्यं कर्तुं न शक्नोति खलु, यतोहि सी कित्नित् नास्ति। तर्हि तत्र व्रश्च व्रश्च इति एकमेव सूत्रमस्ति। अस्तु, इदानीं प्रश्नः भवति यत् व्रश्च व्रश्च इति सूत्रे यत् चषाम् अस्ति तत्र केवलं षकारः अस्ति वा अथवा तुक्सहितचकारः, किं मन्तव्य कः मन्तव्यः, केवलं छकारः इति मन्तव्यः अथवा तुक्सहितचकारः इति मन्तव्यः, खलु? तुक्सहितचकार एव अस्ति न, पाप्रच् मध्ये अस्ति, परन्तु व्रश्च व्रश्च इति सूत्रे यत् चषाम् अस्ति तत् तुक्सहितचकारः इति मन्तव्यः अथवा केवलं चकारः अस्ति चेत् कार्यं मन्तव्यः इति प्रश्नः आगच्छति वा? तुक्सहितचकारः एव तत्तु वयं तादृशम् अस्माभिः पठितं, परन्तु कथं जानीमः इति प्रश्नः अस्ति खलु। तर्हि तत्र लिखितमस्ति भाष्यकारः यदस्ति तत् उच्यते यत् व्रश्च व्रश्च इति सूत्रे तुक् सहितचकार नास्ति चेत् किं भवति, तुक् सहितचकारः नास्ति चेत् वस्तुतः किमस्ति पाप्रच् मध्ये तत् कथं वदामि अहं, पाप्रच् चकारः वस्तुतः तुक् अस्ति खलु, पाप्र त छ इति अस्ति खलु, तत् श्रुत्वसन्धि कृत्वा तत्र तकारस्य चकारः भवति इति तु सर्वं सर्वे जानन्ति खलु। वस्तुतः पाप्र त छ इति अस्ति, पाप्र त छ खलु, इति सर्वं जानन्ति खलु। सर्वे वदन्तु, कोऽपि वदतु यत् पाप्रच्छी मध्ये वस्तुतः चकारः तकारः अस्ति, पाप्र त छ इति अस्ति, तत् चकारस्य स्पर्शेण तत्र तकारस्य चकारः भवति स्तोः चुनाचु इत्यनेन, एतत् सर्वं जानन्ति खलु? तर्हि इदानीं पश्यतु, वस्तुतः पाप्र त छ इति अस्ति, पाप्र त छ, तर्हि किमस्ति, कथम् अहं वदामि, तत्र तत्र छेच इति कार्यं करोति खलु, छेच इत्यनेन तुक्सहिततकारः भवति, तत्तु अस्ति, तर्हि तका पाप्र त छ इति अस्ति। तर्हि इदानीं व्रश्च व्रश्च इति सूत्रे यदि तुक्सहितचकार यदि न मन्यते, केवलं छकारः इति मन्यते चेत् केवलं छकारस्य स्थाने किं छकारस्य स्थाने एव षकारः भवति, मूर्धन्यषकारः इति, तव मूर्धने शकारः इति भवति। तर्हि इदानीं किं करणीयं पाप्र त छ इति किं करणीयं यत् त छ इति महोदय पाप्र त च आसीत् इदानीं चोश्चुनाश्चुः इति सूत्रेण पाप्रच्च भवति वा अस्तु अस्ति परन्तु तत्तु धातोः निर्माणे परन्तु इदानीं पाप्र त छ मध्ये प्रथमं रश्च व्रश्च इति कार्यं करोति खलु पूर्वत्र पूर्वसूत्रमस्ति अतः चोश्चुनाश्चुः इति सूत्रस्य अपेक्षया पूर्वसूत्रमस्ति इति सूत्रेण पाप्र त छ इति भवति। तर्हि पाप्र त छ इत्यनेन किं करणीयं तछकारस्य स्थाने षकारः भवति पाप्र त ष तर्हि पाप्र त ष इति भवति। इदानीं तुक् तुक् तुक् अपि स्थास्यति एव परन्तु छकारस्य स्थाने षकारः भवति तर्हि किं भवति पाप्र त ष तदनन्तरं ष अस्ति तत्र अग्रे सि अस्ति तर्हि षडोः कः सि इत्यनेन सकारस्य स्थाने षडोः षकारस्थाने ककारः तर्हि पाप्रत् पाप्रत् किं भवति पाप्रत्क सि इति भवति खलु तर्हि पाप्रत्क्षि इति किमपि भवति तत्तु समीचीनं नास्ति किमपि खलु तत्तु रूपं समीचीनं न भवति अतः तत्र लिखितमस्ति यत् तुक्सहितछकार एव मन्तव्यः तुक्सहितछकारः एव मन्तव्यः। तर्हि ये अतः लिखितमस्ति ये छोः शुनास्के च इति सूत्रे निति इत्यस्य अनुवृत्तिः स्वीकुर्वन्ति ते किं कुर्वन्ति पाप्रच्योगसि मध्ये व्रश्च व्रश्च इति सूत्रेण तुक्सहितछकारस्य स्थाने एव षकारत्वं कुर्वन्ति अतः पाप्रषयोगसि तदनन्तरं पाप्रक्षि इति पाप्रक्षि इति भवति। अपि च पाप्रच्योगः तः मध्ये तु प्रथमं शोषुनाशके च इति सूत्रं कार्यं कृत्वा पाप्र तालवशकारयोगः तदनन्तरं शकारस्य षत्वं भवति मूर्धनिषत्वं प्रश्च प्रश्च इति सूत्रेण तदनन्तरं पाप्रष्टः इति भवति। आगच्छन्ति वा इदानीं पाप्रश्च योगः च एव वा वदति पश्यतु अत्र कार्यं कथं भवति प्रथमपक्षे यत्र अनुवृत्तिः अस्ति निति च इति सूत्र इति तर्हि पाप्रच्योगः सि मध्ये किञ्चित् नास्ति अतः छोषुनाशकस्य कार्यं कर्तुं न शक्नोति अतः व्रश्च व्रश्च इति सूत्रेण तुक्सहितछकारस्य सम्पूर्णस्य स्थाने मूर्धन्यषकारः भवति पाप्रच्योगः सि पाप्रच्योगसि मध्ये तदनन्तरं किं भवति पाप्रच्योगसि तदनन्तरं षडोकसि षडोकसि इत्यनेन पाप्रत्योगसि आदेशप्रत्ययोः इत्यनेन पाप्रत्योगसि पाप्रक्षि इति भवति परन्तु पाप्रच्योगः तः मध्ये अत्र किञ्चित् अस्ति प्रत्ययः अतः अत्र तु छोः शुरासिके च इति सूत्रेण तुक् सहितचकारस्य स्थाने प्रथमतया किं भवति तालव्यचकारः पाप्रश् योगः तः तदनन्तरं व्रश्च व्रश्च इति सूत्रेण तालव्यचकारस्य स्थाने मूर्धनचकारः पाप्रश् योगः तः तदनन्तरं ष्टुनाष्टुः इत्यनेन पाप्रष्टः इति अस्ति यत् एकस्मिन् पक्षे यत्र किञ्चित् तस्य अनुवृत्तिः भवति। इदानीं पश्यामः यदि अन्यस्मिन् पक्षे यदि किञ्चित् तस्य अनुवृत्तिः नास्ति चेत् कार्यं कथं भवति अस्तु पठतु अग्रे महोदय पाप्रच्योगः तः कित् भवति शोषुदनुनासिके च इति सूत्रेण पाप्रश् योगः तः भवति तदनन्तरं तदनन्तरं व्रश्च व्रश्च वा व्रश्च व्रश्च तु भवति पाप्रश् योगः तः तदनन्तरं षडोकसि न भवति वा सकारादिप्रत्ययः नास्ति खलु तद् हा हा सस्य तर्हि व्रश्चव्रश्च इति सूत्रं तु उभयत्र कार्यं करोति। प्रश्नः अस्ति यत् तत्र व्रश्चव्रश्च इति सूत्रेण तुक्सहितछकारस्य स्थाने एकस्मिन् पक्षे तुक् सहित चकारस्य स्थाने मूर्धनशत्वं भवति यत्र पाप्रच्छयोगः सि मध्ये, अन्यत्र पाप्रच्छयोगः तः मध्ये तालव्यचकारस्य स्थाने मूर्धनशकारः भवति इति, परन्तु अन्ततो गत्वा मूर्धनशकारः तु उभयत्र भवति। अस्तु अग्रे इदानीं मदन् महोदय अग्रे पठतु तदा निवृत्तिपक्षे। तदा निवृत्तिपक्षे चोः चूडनासिके च इत्यस्मिन् इति इत्यस्य अनुवृत्तिः नास्ति। अस्मिन् पक्षे व्रच प्रच कृज मृज रा यच राज प्राज च शशांशः इति सूत्रे चकारस्य आवश्यकता नास्ति। व्रच योगः कृच् कार्यद्वयं प्राप्तं सुप् अगमः आगमः चकारस्य सकारः च सुक् आगमः अन्तरङ्गं निमित्तस्य अल्पत्वात् शत्वस्य अपेक्षया अत्र सुक् आगमः प्रथमं भवति। एतदार्थं चोः चूडणयाके च इति सूत्रे सुक् सहितचकारः वक्तव्यः। अत्र च एका परिभाषा वर्तते सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः। सन्नियोगशिष्टानाम् अन्यत् अन्यतारपाय उभयोरपायाः अनेन सन्निपातलक्षणं भवति। चकारः चकारः च मिलित्वा आगच्छतः मिलित्वा आगच्छत च किं यदि पश्यतु वस्तुतः प्रधातु मध्ये चकारः नास्ति खलु, प्र छ इति एव अस्ति खलु, प्रच्छधातु नास्ति प्र छ इति अस्ति। इदानीं प्र छ योगः कोऽपि प्रत्ययः अस्ति चेत् प्रथमतया किं करणीयम्? तत्र प्रथमतया तु आगमः भवति एव, हे च इति सूत्रमस्ति खलु, हे च इति सूत्रेण प्रच्छ योगः त्रिच् इति भवति। तर्हि अत्र लिखितमस्ति यत् एका परिभाषा अस्ति सन्नियोगशिष्टानां सह वा प्रवृत्ति स वा निवृत्ति इति, यत् अत्र चकारचकारस्य तथैव अस्ति, चकारचकार सर्वदा तत्र मिलित्वा मिलित्वा सह यदा आगच्छन्ति तत्र अपि चकारचकार मिलित्वा भवति, गच्छति तत्रापि एकत्र गच्छति। तर्हि अत्र तथैव निवृत्तिपक्षे पाप्रच्छयोगः सि मध्ये तत्र किमस्ति, वस्तुतः प्रच्छ धातुः अस्ति परन्तु तत्र चकारः चकारः आगच्छति एव छे च इति सूत्रेण, छे च इति सूत्रेण तुक् सहित तुक् तुकागमः भवति, पाप्रत् योगः च, तदनन्तरं तस्य तकार चकारः भवति केन सूत्रेण सुनास्ति पाप्रच्छ नाम पश्यतु सर्वदा चकारचकारः मिलित्वा गच्छन्ति, चकारचकारः मिलित्वा गच्छन्ति इति अस्ति परिभाषा अस्ति खलु, सन्नियोगशिष्टानां सह वा प्रवृत्ति सह वा निवृत्ति नाम चकारचकार आर् आल्वेस् टुगेदर् एकस्मिन् एव घुटे स्तः, ते मिलित्वा आगच्छतः मिलित्वा गच्छतः। तर्हि प्रच् मध्ये यद्यपि धातुमुखे चकारः नास्ति परं चकारः आगच्छति एव, तर्हि पाप्रच्छ इति एव धातुः भवति। तर्हि पाप्रच्छयोगः सि मध्ये अग्रे पठतु अस्मिन् निवृत्तिपक्षे। निवृत्तिपक्षे प्रापच्छयोगः सि चोः चूडनासिके च इति सूत्रेण प्राप्रच्छयोगः सि व्रज व्रज व्रज पठामि वा? पठतु। सृज यज राज ब्राज चशां चः प्रापश् योगः सि प्रापक्षि प्रापच्छयोगः सि चूडणिनाशके च इत्यनेन प्रापश् इति भवति, चकारचकारम् अवगच्छति। तदनन्तरं व्रच व्रच इत्यनेन चकारस्य स्थाने मूर्धनिचकारः आगच्छति। तदनन्तरं षडोको कसि इत्यनेन ककारः, तदनन्तरम् आदेशप्रत्ययोः चकारः प्रापक्षि इति भवति। यदि अनुवृत्तिः नास्ति चेत् अनुवृत्तिः नास्ति चेत् तर्हि सर्वत्र कोऽपि प्रत्ययः अस्ति चेत् श्वोष्णोऽपि किञ्च कार्यं करोति प्रथमं तत्र षकारः आगच्छति तदनन्तरं षकारस्य मूर्धन्यषकारः तर्हि इदानीं प्रश्नः उदेति चेत् इदानीम् एतादृशम् अस्ति चेत् रश्च भ्रश्च इति सूत्रे यत् छकारः भागः अस्ति तस्य कुत्रापि प्रसक्तिः न भवितुं शक्नोति यतोहि तस्मात् पूर्वं सर्वदा श्वोष्णासिके च इति सूत्रेण षकारत्वं भवति षकारत्वं भवति तर्हि षकारस्य एव मूर्धन्यषकारः करणीयः भ्रश्च भ्रश्च इति सूत्रे छकारस्य का आवश्यकता प्रश्न अवगच्छन्ति सूत्रं नाम पाप्रच् पाप्रच्छयोगः सि अथवा किमपि भवतु यदि सर्वत्र छोष्णुनासिके च इति कार्यं कर्तुं शक्नोति तर्हि प्रथमं सर्वदा तु क्षेपशकारस्य स्थाने शकारः भवति तस्य तालव्यशकारस्य अनन्तरं मूर्धन्यषकारः भवति तथा अस्ति चेत् किं करणीयं भ्रश्च भ्रश्च इति सूत्रे भ्रश्च भ्रश्च इति सूत्रे छकारस्य आवश्यकता एव नास्ति खलु न तत्र सूत्रमेव वदति खलु चषां इति वदति तत् अस्ति परन्तु सूत्रे छकारस्य वस्तुतः निरर्थकम् अस्ति एव यतोहि कुत्रापि छकारः न आगच्छति एव छकारस्य स्थाने प्रथमतया छोषुणसिके च इत्यनेन छकारत्वं भवति तस्मिन् समये व्रश्च भ्रश्च इति सूत्रम् अनर्थं व्याप्तं भवति च भ्रश्च इति सूत्रम् अनर्थं न भवति तस्य तस्मिन् सूत्रे यत् छकारस्य भागः अस्ति तद् निरवकाशः भवति निरवकाशः भवति तर्हि किं करोतिश्चुनाश्चुः इति सूत्रेण स्तोश्चुनाश्चुः न तत्र व्रश्च भ्रश्च इति सूत्रेण एव कार्यं भवति परन्तु शकारस्य स्थाने तालेव शकारस्य स्थाने शकारत्वं भवति तत्र छकारस्य किमपि आवश्यकता नास्ति खलु सूत्रे यदि सर्वदा छकारस्य स्थाने छोषुनसिके च इत्यनेन तालव्यशकारः एव करणीयः तस्य तालव्यशकारस्य व्रश्च भ्रश्च इति सूत्रेण शकारः मूर्धन्यषकारः करणीयः तर्हि भ्रश्च भ्रश्च इति सूत्रे छकारस्य का आवश्यकता इति प्रश्नः अस्ति खलु यदि स्तोश्चुमाश्चुः सूत्रं कार्यं करोति चेत् अत्र कुत्रापि नास्ति छोषुणास्ति स्तोषुणाश्चु कुतः आगच्छति छोषुणास्तिके च इति सूत्रम् इति सर्वदा कार्यं करोति तर्हि तालव्यषकारः एव भवति चकारस्य चकारः तिष्ठति एव न तिष्ठति एव न इत्यनेन व्रश्च भ्रश्च इति सूत्रे चकारः अस्ति तस्य निरवकाशं भवति अवगच्छन्ति वा किञ्चित् भ्रमः अत्र सोः सूड अनुनासिके इति सूत्रेण पाप्रश् इति अस्ति तालव्यशकारः आगच्छति अनन्तरं व्रश्च भ्रज इति व्रश्च इति सूत्रेण तत्र शशांशः तत्र अन्तिमवर्णः महाप्रणचकारः अस्ति अनन्तरं शकारः तालव्यशकारः अस्ति तत् स्थाने एव शकारः भवति अतः तत्र तालव्यशकारस्य स्थाने मूर्धन्यषकारः आगच्छति अनन्तरं सि अस्ति तत् शकारस्य स्थाने षडौः कः सि इति सूत्रेण कः क आगच्छति पाप्रक् इति भवति अनन्तरं भवत्या प्रश्नः महोदय शृणोतु किना महोदय यदि छोषुनासिके च सर्वत्र प्रथमं कार्यं करोति खलु तर्हि यत्र यत्र तुक्सेपछकारः अस्ति तस्य स्थाने प्रथमं किं भवति भवति अतः व्रश्च व्रश्च इति सूत्रं कदापि तुक् सहितछकारः द्रष्टुं न शक्नोति परन्तु अथवा तथा भवति चेत् व्रश्च व्रश्च इति सूत्रे तुक्सित् चकारः अस्ति, तस्य निरर्थकं भवति खलु। तदेव अहं वदामि, यदि स्तोस्तुना स्युः भवति कार्यं करोति चेत् एव तुक्सहितचकारः व्रश्च व्रच इति सूत्रे निरवर्तकं निरवश्यकं भवति। भवान् एव उक्तवान् अत्र स्तोश्चुनाश्चुः तत्र लिखितमस्ति खलु छोः शृणुनासिके च स्तोः शृणाश्चुः तालवशकारत्वं न करोति खलु। तदवगतं शोश्रुनासिके च तदवगतं स्तोः शृणाश्चुः तत्र तालव्यशकारः भवति किल। स्तोः शृणाश्चुः मध्ये तालव्यशकारः कस्य भवति? सकारस्य भवति, अत्र सकारः एव नास्ति। ओ स्तोः शृणाश्चुः अत्र तस्य किमपि तस्य कार्यं नास्ति। अत्र नास्ति किमपि नास्ति चोनासिके च अपि च व्रश्च अग्रे मलर् महोदय अग्रे पठतु। अत्र अत्र चकारान्त धातूनां प्रसङ्गे इतोपि किञ्चित् चकारात् प्राक् के वर्णाः सम्भवन्ति। चकारात् प्राक् हस्व अच् वर्णः अस्ति चेत् सुगमः भवति, यथा इक्ष् धातुः इक्षु गमयमां चः इत्यनेन इक्ष् धातोः चकारादेशः श्रुति परे इक्ष्योगः श इक्षु गमयां गमयमां चः अलोन्तस्य इच् योगः अ चे चे च आद्यन्तौ तक्तौ इति ऐत्याभ्यां चकारे परे ह्रस्व ह्रस्वस्वरस्य इकारस्य अनन्तरं तुक् आगमः इत् च योगः अ सोहोश्रुः इञ्च् योगः च इच् इति अङ्गम्। चकारधातूनां प्रसङ्गे चकारात् ह्रस्ववर्ण अचुवर्णः अस्ति चेत् सुगागमः भवति। इक्ष् धातु मध्ये धातोः चकारादेशं क्षिति परे भवति इक्षु गमयमां चः इत्यनेन सूत्रेण चकारादेशः भवति। अतः इक्ष्योगः श योगः इच्छयोगः चेतः इत्यनेन अत्र तुकागमः भवति इच्छ योगः सोः सुनाश्रुः इत्यनेन तकारस्याने चकारः भवति इच्छ योगः इच्छ इति अङ्गं भवति। इदानीं समीचीनं चकारान्तधातूनां तर्हि यदा यदा चकारान्तधातुः अस्ति नाम चकारः अस्ति तस्मात् पूर्वं ह्रस्ववर्णः अस्ति यथा प्रच्छ इति धातुः ईश इति धातुः तत्र प्रथमं छेच इति सूत्रेण तुक्सहितचकारः आगत्य आगच्छति तुक्सहितचकारः छेच इत्यनेन तस्य चोहोश्चुनाच्छुः इत्यनेन चकारः भवति अतः धातुः भवति प्रच् इच् इति खलु। तत् कथं कदा भवति? यत्र यत्र चकारात् प्राक् ह्रस्ववर्णः अस्ति तर्हि प्रच्छ मध्ये ह्रस्ववर्णः अस्ति प्रच्छ ईश मध्ये इच्छ इति अस्ति इति अस्ति। अस्तु अग्रे चकारात् प्राक् यदि ह्रस्ववर्णः नास्ति कश्चन हल् वर्णः एव भवति, नाम चकारः तुक् सहितः नास्ति चेत् संयोगः भवति एव. आचि वाचि लाचि एते इदित् धातवः, अतः नुम् आगमः नुमागमात् संयोगः ग्रस्तचकारः. अत् उच्चि इति धातौ तुक् आगमः, एवं च अन्ते संयोगः अस्ति, तस्यां च दशायां संयोगान्तस्य लोपः इत्यनेन पदान्ते चकारः लोपः भवति. वाञ्च् धातुः योगः क्विप् प्रत्यय, तत्र वाञ्च् इति प्रातिपदिकम् एव, तत्र क्विप् मध्ये एतत् सर्वं लोपः भूत्वा तत्र वाञ्च् प्रत्यय एव तिष्ठति. अत्र एतत् प्रातिपदिकम् इदानीं भवति. प्रथमपुरुष एकवचने वाञ्च् योगः सु इति अस्ति चेत् तत्र हल्याद्यो दीर्घात् सुति सप्तम् हल् इति अनेन, हलन्तात् सूति यत् तत्र सि सूति सि एतत् इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः भवति, संयोगान्तस्य लोपः इति सूत्रेण अन्तिमवर्णः लोपः भवति इत्यनेन पदान्ते चकारः लोपः. तत्र वान् लोपः, वान् एवमेव किं वान् एवमेव लङ् लकारे अवावाञ्च् योगः ति अस्ति चेत् तत्रापि हल्गाभ्य दीर्घात् सुति सप्तकृतं हल् इति सूत्रेण तत्र ति लोपः भवति, अवावाञ्च् एव तिष्ठति अत्र. तत्र अवावाञ्च् इति अत्र चेत् तत्र यरनुनासिकेन अनुनासिको वा इति सूत्रेण एव तत्र नकारः आगच्छति वा जि? आं धन्यवादः. कुत्र अवावान् इति, अवावान् इति अन्तिमरूपं निष्पन्नं खलु, नकारः एव अस्ति खलु, तत्तु चकारस्य स्पर्शात् तस्य पञ्चमवर्णः, पञ्चमवर्णः आगच्छति. धन्यवादः. तर्हि किमस्ति पश्यतु, तत्र इदानीं सर्वत्र किम् अधीतमस्ति यत् व्रश्च व्रश्च मध्ये चकारस्य निरवकाशं कथं भवति तस्य सर्वं लिखितमस्ति. किं लिखितमस्ति पश्यतु, यदि तुक् सहितचकारः किं, यदि अत्र चकारात् प्राक् ह्रस्ववर्णः नास्ति चेत् एकनिमिषं, तर्हि पश्यतु, चकार तुक् चकारं धातुः अस्ति, तत्र यदि तस्मात् प्राक् यदि ह्रस्ववर्णः नास्ति चेत् तुक् आगमः न भवति खलु. छेचसूत्रं कार्यं केवलं तदा करोति यत्र प्राक् ह्रस्ववर्णः भवति. तर्हि एतादृशधातवः के सन्ति, आचि वाचि लाञ्चि, सर्वे इति धातवः सन्ति, अतः तत्र प्रथमं नुमागमः भवति. तर्हि धातुः भवति आञ्च् वाञ्च् लाञ्च् इति. तर्हि किं करणीयं, तर्हि एवं च अन्ते संयोगः भवति, तस्यां दशायां संयोगान्तस्य लोपः कार्यं करोति कथा. तर्हि आञ्च् वाञ्च् धाञ्च् इति धातुः अस्ति, तर्हि तस्य क्विप् प्रत्ययः भवति, आ वाञ्च् प्लस् क्विप् प्रत्ययः. तर्हि वाञ्च् इति प्रातिपदिकम् इति अस्ति, किमपि क्विप् प्रत्ययः अस्ति तत्र सर्वत्र गच्छति, परन्तु क्विप् प्रत्ययस्य महत्त्वं किं, तेन धातुः प्रातिपदिकं भवति इति अस्ति. ते वाञ्च् धातुः अस्ति, तस्य वाञ्च् इति प्रातिपदिकं भवति. तदनन्तरं वाञ्च् योगसु हल्न्याभ्यो दीर्घात् सुतिसि कृतं हल् इत्यनेन सुतिसि मध्ये किं करणीयं, यत् अपृक्तसंज्ञक इति अस्ति, सकार उकारस्य लोपः भूत्वा वाञ्च् योग सकारः इति भवति. संयोगान्तस्य लोपः इदानीं किं भवति, वाञ्च् योगस् हल्न्याभ्यो दीर्घात् इति सुतिसि कृतं हल् इत्यनेन सकारस्य लोपः भवति, वाञ्च् इति भवति. इदानीं वाञ्च् मध्ये वस्तुतः नकारः अस्ति खलु, वा न छ, तत्तु अग्रे अनुनासिकस्य चकारस्य स्पर्शात् पञ्चमवर्णः भवति, परन्तु वस्तुतः नकारः अनुमागमः अस्ति, वान् छ, संयोगान्तस्य लोपः इत्यनेन चकारस्य लोपः भूत्वा वान् इति भवति. तथैव अस्माभिः पूर्वमपि दृष्टम् अवावाञ्च् योगः ति, अत्र हल्न्याभ्यो दीर्घसुतिसि कृतं हल् इत्यनेन पुनः तकारस्य लोपः भूत्वा संयोगान्तस्य लोपः इति कृत्वा अवावान् इति भवति. नाम यदा तुक्सहितचकारः यदा चकारः पदान्ते आगच्छति तत्र संयोगान्तस्य लोपः इति प्रथमतया कार्यं कृत्वा तत्र व्रश्च व्रश्च इति सूत्रस्य प्रसक्तिः एव न भवति, यतो हि चकारः अपगच्छति एव. तर्हि पदान्ते व्रश्च व्रश्च इति सूत्रस्य प्रसक्तिः नास्ति इति अस्ति. सकेत्र लिखितमस्ति खलु अनेन दृश्यते यत् छकारात् पूर्वं ह्रस्वस्वरः नास्ति चेत् पदान्ते संयोगः भवति तत्र च सदा संयोगान्तस्य लोपः अनेन छकारस्य लोपः अनेन कारणेन व्रश्च ब्रश्च इति सूत्रं तत्र न प्राप्नोति एव तस्य कार्यावसारे न कार्य अवसरो न भवति लङ्गि अवावान् सुबन्ते वान् वाञ्छो वाञ्छः पदसंज्ञायां संयोगान्तलोपः अपदान्ते अजादिप्रत्यये परे केवलं संयोजनं वाञ्छो वाञ्छः नाम पदान्ते छकारः इदानीं भवति चेत् तस्य संयोगान्तस्य लोपः एव कार्यं करोति यतोहि अन्ते संयोगः भवति संयोगः भवति चेत् छकारस्य लोपः भवति छकारस्य लोपः भवति चेत् व्रश्च भ्रश्च इति सूत्रस्य अवसरः एव नास्ति तर्हि पदान्ते व्रश्च भ्रश्च इति सूत्रस्य अवसरः न भवति छकारस्य आवश्यकता सूत्रे नास्ति इति अस्ति इदानीं पदान्ते नास्ति चेत् किं करणीयम् अग्रे पठतु विजय महोदय वावांच योगति वावांच योगति अत्र तत्रैव खलु जि वावांच योगति अत्र यतोहि व्रच्छ ब्रच्छ असृज मृज यजराज ब्राजश्च इति तुक् सहितचकारः आवश्यकः अस्य सूत्रस्य प्रसक्तिः नास्ति वावांच योगति चोहुकुः इति सूत्रेण कुत्वं भूत्वा वावाङ्क् इति भवति अनन्तरं तत्र एतत् ति इति अस्ति एतत् हल्यभ्य दीर्घतिसुति सप्तकृतम् इति सूत्रेण तत्र लोपः भवति अनन्तरं वावाङ्क् इति अस्ति चेत् तत्र करिच इति सूत्रेण वावाङ्क् ति इति भवति न तत्र ति इति लोपः न भवति तत्र तिष्ठति एव करिच इति सूत्रेण वावाङ्क् भवति अनन्तरं ति योजनेन वावाङ्क् ति इति भवति एवमेव वावाञ्च् योगः सि तत्र अवावाञ्च् योगः ताम् वावाञ्च् योगः सि अस्ति चेत् तादृशमेव तत्र चोहुकुः इति सूत्रेण चकारस्य कुत्वं भूत्वा वाङ् वाङ्क् इति भवति अनन्तरं सि अस्ति चेत् तत्र आदेशप्रत्ययोः इति सूत्रेण मूर्धन्य चकारः आगच्छति अतः तत्र इदानीं वावाङ्क् इति अस्ति आदेशप्रत्ययोः वावाङ्क्षि इति अन्तिमरूपं निष्पन्नम् अनन्तरम् अवावाञ्च् इति अस्ति तत्रापि अवावाङ्क्ताम् इति भवति अन्तिमरूपं तावदेव खलु अतः व्रश्चभ्रश्च सूत्रं कार्यं न कर्तुं शक्नोति यतः अस्माभिः पूर्वं दृष्टं व्रश्चभ्रश्च मध्ये तुक् सहितचकारः अपेक्षितम् अतः अत्र चोहोकुः कार्यं करोति चोहोकुः इत्यनेन किं भवति चकारस्य खकारः भवति वावांश योगति तदनन्तरं खरीच इत्यनेन वावांश योगति वावांस्ति इति भवति तथैव अग्रे वावांशी मध्ये वावांश मध्ये छकारस्य स्थाने किं भवति खकारः भवति वावाङ्क् योगः सि वावाङ्क् योगः सि चोहको इति सूत्रेण वावाङ्क् योगः सि तदनन्तरं वावाङ्क् योगः सि मध्ये पुनः किं भवति वावाङ्क् योगः सि आदेशप्रत्ययो इत्यनेन वावाङ्क् योगः षि तदनन्तरं किं भवति खरिच इत्यनेन वावाङ्क् योगः षि वावाङ्क्षि इति भवति तथैव अग्रे नाम पश्यतु इदानीं किम् अस्ति भगिनि वावाङ्क्षि वावाङ्क्षि हा सत्यं वावाङ्क्षि इति अस्ति अस्तु तर्हि किम् अस्ति तर्हि एकस्मिन् पक्षे यत्र तर्हि छकारान्तधातुः तुक् सहित भवितुं शक्नोति तुक् रहित भवितुं शक्नोति यथा प्रच् इच् इति तुक् सहित छकारान्तधातुः सन्ति वाञ्च् इति तुक् रहित छकारान्तधातुः अस्ति तर्हि पश्यतु इदानीं पाप्रच् योगः सि इति अस्ति खलु पाप्रच् योगः सि अत्र पाप्रच् योगः न क्षम्यतां पाप्रच् लङ्लकारे पाप्रच् योगः त इति अस्ति अत्र किं कार्यं भवति वदतु पाप्रच् योगः त मध्ये कार्यं कथं भवति वदतु यदि छोः षूढनासिके च इति सूत्रे क् अकेतनित् इत्यस्य प्रसक्तिः नास्ति चेत् पाप्रक्षोभः त मध्ये कार्यं कथं भवति? अकित्निति नास्ति चेत् एव वा? हा, यदि छोः शूलनासिके च इति सूत्रे कित्निच् तस्य अनुवृत्तिः नास्ति खलु, तर्हि पाप्रच् योगः त लङ्लकार प्रथमपुरुष एकवचन पाप्रच् योगः त मध्ये कथं कार्यं भवति वदतु कोऽपि? जी, प्रथमं तत्र व्रश्च व्रश्च इति सूत्रेण तत्र चकारस्य स्थाने शकारः भवति, अनन्तरं तत्र व्रश्च व्रश्च तु अनन्तरं भवति खलु, प्रथमं किं भवति? पाप्रश्य योगः केन सूत्रेण? षोडशवर्णनासिके च. षोडशवर्णनासिके च इति सूत्रेण तुक् सहितचकारस्थाने पाप्रश् योगः त इति भवति तालव्यशकार. अग्रे किं करणीयं? किं करणीयं? प्रश्च प्रश्च एव. न न न न अन्याभ्यो दीर्घास्ति कृतं हल् खलु, तकारः अपृक् अस्ति, त्रितकारस्य लोपः भवति, ओपाप्रश् इति भवति, ओपाप्रश् तालव्यशकारः. इदानीं किं करणीयम्? तत्र न व्रश्च अप्राप्रश् इत् किल अपाप्रश् तकारः लोपः भवति केन सूत्रेण? अल्याभ्यो दीर्घम् हल् तर्हि अपाप्रश् इति भवति. इदानीं तालव्यशकारस्य किं भवति? अपाप्रश् भवति. तदनन्तरं सोः सुनस्तुः इति सूत्रेण सकारः पृष्टः इति भवति वा? न पदान्ते शकारः अस्ति खलु, पदस्य अन्ते शकारः अस्ति, अतः किं करणीयम्? पदान्ते शकारः जस्तुं करणीयं, जलां जलं जलां जलां जशन्ते जलां जशन्ति इति सूत्रेण डकारः आगच्छति, अनन्तरं वा पा ब्रड् इति भवति, अनन्तरं वा अवसाने इति सूत्रेण टकारः भवति, अतः रूपद्वयं भवति पा ब्रड् पा प्रट् इति. लङ्घुमति. तर्हि तुक् सहितचकारस्य अत्र व्रश्च व्रश्च इति सूत्रे तुक् सहितचकारस्य भागः अस्ति, तत्र कुत्रापि प्रसक्तिः अस्मिन् क्रमे आगच्छति वा? न भवति खलु. अस्तु, इदानीं पाप्रच् योगः ति. महोदय, ब्राह्मणः अह अह अपि आगच्छति, उः आगत्य कोऽपि कार्यं करोति अत्र, मया मनसि न तिष्ठति परन्तु एक कार्यम् अस्ति, त्रीणि रूपाणि अस्ति भगिनि. रूपद्वयमस्ति खलु, परन्तु अत्र उः अपि आगच्छति. एक भगिनी, एतत् प्रथम लङ्लकारं प्रथमपुरुष एकवचनं भवती वदतु, भवती उक्तवती प्रथमपुरुष बहुवचनं, बहुवचने एव उः आगच्छति खलु. न न तत् सम्यक् आगच्छति अत्र, रूप् परे गच्छति, ल एव तिष्ठति अत्र, ल अस्ति चेत् विसर्गः आगच्छति. किमर्थं रू आगच्छति? मध्यमपुरुषे प्रापद् अत्र प्रथमपुरुषे एकवचनं प्रथमपुरुषे एकवचनं नास्ति, अपि च भवान् यः वदति तत् दकारान्त अथवा सकारान्त धातु कृते एव भवति विभक्ति नास्ति द्वितीयविभक्ति अस्ति तर्हि अत्र छकारस्य कृते नास्ति तत्र तत्तु दश्च इति सूत्रमस्ति तत्र रूपत्रयं भवति दश्च इति सूत्रम् मध्यमरूपे इदानीं प्रथमपुरुषे एकवचनं मध्यमपुरुषे एकवचनं दकारान्तधातु मध्यमपुरुषे एकवचने रूपत्रयं भवति तत्तु भिन्नं अत्र नास्ति पश्यतु अपि च अत्र प्रथमपुरुषस्य इदानीं वार्ता तर्हि प्राप्रद् किमस्ति हा अपाप्रड् अपाप्रड् तथैव पाप्रच्छयोगः ति ति लट्लकारप्रथमपुरुष अस्ति चेत् तत्रापि तत्रापि किं भवति छोषुषुवासिके च इत्यनेन पाप्रश्योगः ति तदनन्तरं व्रश्च व्रश्च इति सूत्रेण पाप्रश्योगः ति पाप्रष्टि इति भवति अत्रापि व्रश्च व्रश्च इति सूत्रस्य यत् तुक्सेपचकारः अस्ति तस्य कुत्रापि प्रसक्तिः न भवति तदनन्तरं तुक्सेपचकारं धातु नास्ति चेत् यथा अत्र वाञ्च् धातुः अस्ति वाञ्च् योगः त लङ्लकारप्रथमपुरुषे एकवचनं तत्र किं भवति इदानीं तुक्सेपचकारः नास्ति यत् छोषुणासकस्य कार्यं न करोति यथा हल्न्याभ्यो दीर्घं हल् इत्यनेन तकारस्य लोपः भूत्वा अवावाञ्च् इति भवति तदनन्तरं संयोगान्तस्य लोपः इति चकारस्य लोपः भूत्वा अवावान् इति भवति अत्रापि व्रश्च व्रश्च इति सूत्रस्य तुक्सेपचकारस्य निमित्तं न भवति तदनन्तरं वावाञ्चो भवति लट्लकारप्रथमपुरुष तत्रापि किं भवति वावाञ्चो भवति मध्ये लट्लकारप्रथमपुरुष अत्र तुक्सेपचकारः नास्ति अतः व्रश्च व्रश्च कार्यं कर्तुं न शक्नोति चोहोपुः कार्यं करोति अत्र वावाङ्क् योगति भवति तदनन्तरं खरीच इत्यनेन वावाङ्क्ति इति भवति नाम ईदृशः अपि चकारं धातुः भवेत् तुक् सहित तुक् रहित तत् पदान्ते भवेत् अथवा झला झल् परे भवेत् व्रश्च व्रश्च इति सूत्रं मध्ये यत् तुक् सहित चकारः अस्ति तस्य कुत्रापि प्रसक्तिः न भवति कदा यदि छोषुनासिके च इति सूत्रे कीर्तने तस्य अनुवृत्तिः नास्ति इति अनुवृत्तिः नास्ति तर्हि अनुवृत्तिः नास्ति चेत् छोषुणसिके च इति सूत्रे तुक् सहित छोषुणसिके च इति सूत्रे कीर्तने तस्य अनुवृत्तिः नास्ति चेत् सर्वदा तस्य कार्यं भूत्वा व्रश्च व्रश्च इति सूत्रे यत् तुक् सेपचकारस्य भागः अस्ति तत् सर्वदा निरर्थकं भवति इति अस्ति इदानीं परन्तु अवगच्छति खलु अस्तु अतः इदानीम् अन्ते लिखितमस्ति किमस्ति आहत्य छोषुणसिके च इति सूत्रे किति इत्यस्य अनुवृत्तिः भवति चेत् व्रश्च भ्रश्च इति सूत्रे छकारो भवति स च तुक् सहित छोषुणसिके च इति सूत्रे अपि छकारः अपि तुक् सहित एव छोषुणसिके च इति सूत्रे किति इत्यस्य अनुवृत्तिः नास्ति चेत् व्रश्च भ्रश्च इति सूत्रे छकारः न भवति एव नो चेत् यथा पाप्रच्छयोगतः इति स्थले तु आगमः स्थास्यति इष्टरूपं न सेत्स्यति इति छकारस्य आवश्यकता एव नास्ति तर्हि अस्माभिः अत्र किं किं पश्यतु किं परिष्टं तत्र इदानीमपि तत्र किमस्ति एकनिमिषः तर्हि इदानीमपि तत्र मतभेदः तु अस्ति एव तत्र अनुवृत्तिः अस्ति अनुवृत्तिः नास्ति वा इति परन्तु यदि वयं चिन्तयामः यद् व्रश्च व्रश्च मध्ये तद् निरर्थकं न भवेत् इति यदि वयं चिन्तयामः तर्हि तत्र कित्नित् तस्य अनुवृत्तिः भवेत् यतोहि कित्नित् तस्य अनुवृत्तिः भवति चेत् यथा पित् प्रत्ययः आगच्छति तत्र छोषुमासकस्य कार्यं न कर्तुं शक्नोति तत्र तदनन्तरं व्रश्च व्रश्च इति सूत्रे चकारस्य तत्र प्रसक्तिः भवितुं शक्नोति अन्यथा तत्र कुत्रापि तस्य प्रसक्तिः न भवति इति तर्हि एतत् किम् एतत् किमस्ति अस्माभिः किं चिन्तितम् अस्माभिः तत्र महती चर्चा कृता यत् एकस्मिन् पक्षे यदि भवति चेत् अनुवृत्तिः भवति चेत् किं करणीयम् एकस्मिन् पक्षे अनुवृत्तिः न भवति चेत् किं करणीयम् इति तर्हि अत्र मतभेदः तु अस्ति यतः अस्माभिः प्रदृष्टं भाष्यकारः वदति यत् तत्र प्रसक्तिः भवति, काष्ठकारः किमपि अन्यद् वदति। तर्हि इदानीम् अस्माकं द्वितीयकरपत्रं समाप्तं, यत्र सकारादिप्रत्ययः परे अस्ति चेत् किं करणीयम्, इदानीम् अग्रे अस्ति सकारादि थकारादिप्रत्ययः परे अस्ति चेत् किं करणीयम् इति तृतीयकरपत्रे अस्ति। अग्रे इदानीम् अन्य अग्रे अत्र सप्ताहे रविवासरे वयं कुर्मः। एतत् विषये किञ्चित् पूर्वमेव लिङ्क् प्रेषयतु जि, मया प्रिण्ट् औट् करणीयम्। अस्तु, तत्रैव अस्ति करपत्र वेब्सैट् मध्ये, मम लिङ्क् प्रेषणस्य आवश्यकता नास्ति। अत्र अत्र एतत् समीचीनतया नास्ति खलु, एतत् हिन्दि एव अस्ति तत्र, धातुगणपरिचयः इति तत्र लेफ्ट् सैड् मध्ये अस्ति खलु। इदानीम् एतत् सर्वं किञ्चित् क्लेशः एव तत्र, न तत्र वेब्सैट् मध्ये तत्र एक्स्पाण्ड् यदि भवती करोति तत्र एरो अस्ति खलु लेफ्ट् सैड् मध्ये, तत् एरो क्लिक् करोति चेत् नम्बर् किमस्ति पश्यतु तत्र वदतु तत्र सार्वधातुक इति प्रकरणमस्ति खलु, अनदन्तम् अङ्गं नम्बर् अदन्तम् अङ्गं प्रथमम् अदन्तम् नम्बर् सिक्स् अस्ति खलु, तत् क्लिक् करोतु, तत्र ड्राप् डौन् भवति तत्र तत्र अग्रे पश्यतु नम्बर् टेन् अस्ति धातुपाठे, धातुपाठे हल् सन्धिः त्रि त्रि अस्तु, धन्यवादः। एतत् क्लिक् करणे के बाद् एव एतत् सर्वम् आगच्छति अत्र, क्लिक् करणे धन्यवादः।